नमस्कारः. अद्यतनकरपत्रमस्ति रुदादिगणः इति. तत्र करपत्रे सप्तमभागः अस्ति, सप्तमीबिन्दुः अस्ति. पुष्प क्षम्यतां, सरला भगिनी आरम्भं करोति. किं प्रकारान्तः दातवः इति श्रोतयामि. रिफ्रेश् करोतु भगिनि. हिस्सि धातो हिंस परस्मैपदी हिंसायां. हिस्सि यद्युतोन्वयं धातो सप्तमाध्यायसूत्रं. हिंस नश्चापदान्तस्य झलि अष्टमाध्यायस्य तृतीयपादे चतुर्विंशतिसूत्रं. हिंस इति भवति श्नम् इति रुदादिभ्यश्नम् इति प्रत्यय आगत्य मिदिचो अन्त्यातपर इति सूत्रेण हिन्नस् इति भवति. नकार उत्तर ये नकार न उत्तर यः नकार अस्ति श्नानलोप इति सूत्रेण हिन्नस् भवति. उपरितनया प्रक्रियाया चर्चार्थम् अस्मिन् करपत्रे लभि अव ओ आम् नवीकृतवान् अधुनापि नवीकृतवान् अस्तु. अस्मिन् करपत्रे लभि अव संसने इत्यस्य यङ् लुगन्तधातुसिद्धे लङ् लकारप्रसङ्गे आलोचना दृश्यताम्. अस्तु, अत्र दत्तमस्ति यदि हिस् धातुः अस्ति इति इदितो इदित् धातुः अस्ति इदितो नुम् धातु इति सूत्रेण इत् भवति. तत् यदि इत् इत् भवति तत्र नुमागम आगच्छति. नुमागम मिदुचो अन्त्यान्तपर इति सूत्रेण अच्वनस्य अनन्तरम् आगच्छति. सो हिंस हिंस इति भवति. पूर्वं नश्चापदान्तस्य झलि हिंस यदि अस्ति तत्र नश्चापदान्तस्य झलि इति सूत्रेण नकारस्य अनुस्वारः भवति, हिंस इति भवति. तदनन्तरं कः अस्ति नाम उच्यतम्? भगिनि न अवगच्छामि, पुनः वदतु किम्? अरुणरामलु. ओ अस्तु अस्तु, अरुणा भगिनी नमस्कारः. भगिनि स्वागतं भगिनि. अस्तु, अधुना वयं तु रुदादिगणस्य पाठः प्रवर्तमानः अस्ति. तत्र सप्तमबिन्दुः सकारान्तदातः. अधुना सरला भगिनी पठति सः भागः. धन्यवादः. अहं सुनामि, वदामि, अहं वदामि. भगिनि भगिनि उपविशतु, यथा यावत् शक्यते तावत् भागं भवतु. पुनः पठामि. भगिनि अस्तु, भगिनि भगिनी उक्तवती, किन्तु अस्मिन् अत्र यत् दत्तम् अस्ति हसि इति तौद्नं धातोः अनन्तरं नश्चा अग्रिमसोपाने नष्टा क्षम्यतां नश्चापदान्तस्य जलि इति उक्तमस्ति. तर्हि तत्र चिन्तने तत्र चिन्तनं दोषाय इति अस्माभिः गतसप्ताहे महोदयेन उक्तं खलु. तर्हि तस्मिन् विषये किमर्थं दोषाय इति वदामः इति तस्मिन् विषये वदति किं भगिनि? अस्तु, सो नश्चापदांस्य झलि अष्टमाध्यायस्य तृतीयपादे अस्ति. अत्र यदि एता प्रक्रिया वयं कुर्मः हिंस इति कर्तरी शब् प्रभाद्य श्नम् आगच्छति. तत्र श्नम् इति न धातो मध्ये आगच्छति, अच्वनस्य उत्तर परे आगच्छति. अत्र हिन्नन्स् इति भवति. श्नानलोप इति अङ्गकार्यमस्ति. श्नानलोप इति सूत्रेण न परे यः नकार अस्ति तस्य लोप भवति. सो अङ्गमिति भवति हिन्नस् इति. अस्माकं चर्चा अस्ति नश्चापदान्तस्य झलि तस्य कार्यं भवति वा न. यदि श्नम् इति आगत्य तस्य नकार कथं लोपः भवति नकारस्य श्नानलोप इति सूत्रेण मूले यत् नुमागमस्य नकारः एव पश्यति यत् नश्चापदान्तस्य जलि इत्यनेन यः अनुस्वारः आयाति तद् कार्यं न पश्यति एव किमर्थम् इत्युक्ते नश्चापदान्तस्य जलि त्रिपादिसूत्रम् अस्ति इति विवक्षा अस्ति खलु पूर्वतः लबि इति पठति किं भगिनि लबि वयं हल्सन्धिपाठम् उद्घाटयामः वा अत्र आं भगिनि तत्रैव महोदय लिङ्क् अपि दत्तवान् अस्ति रिफ्रेश् कृतवती किं सर्वे रिफ्रेश् कुर्वन्तु करपत्रं अत्र दत्तमस्ति अधोभागे तत्र लबि इति अस्मिन् करपत्रे इति लिङ्क् दत्तवान् अस्तु प्रथमं पाठं अस्तु अहं न प्राप्तवती इदानीम् इदानीं लक्ष्मी भगिनी समीपे अस्ति किं भगिनि करपत्रम् आं भगिनि किन्तु केवलं पठामि भवती एव विवृणोतु वयं प्रयतामहे तर्हि मिलित्वा कुर्मः अत्र धातुपाठे हल् सन्धिः तत्र यङ्ग्लुकि इति दत्तमस्ति लबि अवसंसने भुवादिगणे अत्र लब् अत्र लबि इति अहं चिन्तयामि लबि इति एदित् धातुः अवसंसने इत्यस्मिन् अर्थे लबि इति धातुः अस्ति अपि च भुवादिगणीयधातुः अवसंसनम् इत्युक्ते अधः पतनम् इति दत्तमस्ति भुवादिगणे लबि इति एदित् धातुः लब् भवति इदितोनिं धातोः इति सूत्रेण इत्युक्ते तत्र प्रथमतया इकारस्य इकारः इत्संज्ञा भूत्वा लब् इति भवति उपदेशे जिन्नासिक इत् इत्यनेन तस्य लोपः इत्यनेन अनन्तरम् इदित् धातुः इति कृत्वा इदितोनिं धातोः इति सूत्रेण मध्ये नुमागमः भवति तत्र मिदचोन्त्यात् परः इति सूत्रेण तत्र नुमागमः मध्ये भवति अतः लम्ब् इति भवति तदनन्तरं नष्टापदान्तस्य झलि सूत्रेण अत्र दन्तिनकारस्य स्थाने अनुस्वारादेशः भवति अतः लम्ब् लम्ब् इति भवति अनन्तरं अनुस्वारस्य ययि परसवर्णः इति सूत्रेण पुनः अनुस्वारस्य स्थाने तत्र पवर्गीय अन्तिमे व्यञ्जनं मकारः आगतः अतः लम्ब् रूपम् आगतं तस्य लट् रूपं लट्लकाररूपं साधयामश्चेत् लम्ब् इति लम्बयोगः शप् योगः ते कर्तार्थे सार्वधातुकप्रत्यये परे ते अहं चिन्तयामि धातुः आत्मनेपदी धातुः अतः ते इति प्रत्ययं योजयामः अतः अत्र सार्वधातुकप्रत्यये परे अत्र कर्तरि शप् इत्यनेन सूत्रेण शप् विकरणप्रत्ययः आगच्छति अतः अत्र लम्ब् लम्ब् अत्र शप् इत्यस्मात् अकारः अवशिष्यते, अतः लम्ब योगः ते लम्बते इति लट्लकार प्रथमपुरुष एकवचनरूपम्. अत्र लङ् रूपं लङ्गि अलम्ब् यथा भवती उक्तवती लङ्गि आडागमः भवति, अतः अलम्ब् योगः अत्र आयोगः ता इति प्रत्ययः अस्ति, सिद्धतिङ् प्रत्ययः ता अलम्बत इति रूपं. हल्सन्धेः अभ्यासस्य अवसरः नास्ति यतोहि अङ्गम् अदन्तमस्ति. अम्ब अलम्ब अलम्ब इति अङ्गम् अस्ति इति कारणतः अदन्तमङ्गम् इत्युक्ते अङ्गस्य अङ्गम् इत्युक्ते अलम्ब इति अङ्गम् अस्ति खलु, प्रत्ययः परे सित इति प्रत्ययः, प्रत्ययस्य प्रत्ययस्य पूर्वं यत् अस्ति प्रत्ययस्य प्राक् यत् अस्ति तदेव प्रत्ययात् प्राक् यत् अस्ति तदेव अङ्गम् इति. तर्हि अत्र त प्रत्ययात् प्राक् किम् अस्ति, अलम्ब इति अङ्गम् अस्ति. तर्हि अङ्गस्य अन्तिमवर्णः कः? हल् वर्णः तु नास्ति, अकारः अस्ति. किमर्थम् इत्युक्ते शप् प्रत्ययः आगतः. तर्हि यत्र भ्वादिगणीयधातूनां सटे भ्वादिगणीय अङ्गं यत्किमपि भवतु ते सर्वे तु अदन्ताः सन्ति. किमर्थम् इत्युक्ते अन्ते अ इति एव कर्तृशप् विहितः भवति खलु, तर्हि अ इति एव आयाति अन्ते अङ्गस्य अन्ते. तर्हि अत्रापि अङ्गस्य अन्ते अ इति अस्ति इति कृत्वा हल्सन्धेः अवसरः तु नास्ति खलु. केवलम् अलम्बयोगः अयोगः च अलम्बत इति वर्णमिलनेन अलम्बत इति रूपम्. ओ अस्तु, अधुना अवगच्छामि. इत्युक्ते अत्र हल्सन्धेः अवसरः नास्ति इत्युक्ते अत्र अङ्गम् अदन्तमङ्गम् अस्ति इति कारणतः हल्सन्धेः अवसरः नास्ति, केवलं वर्णमेलनेन अत्र अलङ्कत लङ् रूपम् आगतम्. अस्माकं चिन्तने दोषः अस्ति यत्र अत्र यत्र सोपानं यत् अस्ति तत्र दोषः वर्तते. कः दोषः इति अग्रे पुनः पश्यामः. तथा एव समानं यदा अस्माभिः अधुना सोपानं कृतं तदेव सोपानेन यङ्ग्लुकि अपि पश्यामः चेत् लभि इति अस्ति, लब् इति धातुः, इति तूर्णं धातुः इत्यनेन लम्ब्, नशापदान्तस्य जल् इत्यनेन अनुस्वारः, अनन्तरम् अनुस्वारस्य ई परसवर्णः इत्यनेन लम्ब् इति रूपं, लालम्ब् इति धातुः. भिन्न यङ्ग्लु कृते भिन्नकार्याणि सन्ति, द्वित्वकार्यं द्वित्वप्रकरणं आयाति, तत्सर्वं कृत्वा लालम्ब् इति धातुः इति चिन्तयामः. अधुना एतदस्ति नष्टापदान्तस्य जलि आदौ इदितो नुं धातोः इति यदा भवति तस्मिन् समये एव नष्टापदान्तस्य जलि इत्यस्य प्रसक्तिः प्राप्तिः अपि भवति इति मत्वा वयम् अधुना पश्यामः. किन्तु तथा न भवति. किमर्थम् इति अग्रे पश्यामः. तदेव अनुसारेण पश्यामः चेत् तेनैव अनुसारेण पश्यामः चेत् लङि लभि लब् इति अस्ति, हिदितो नुं धातोः इत्यनेन लम्ब, यङ्ग्लुकि लङि, नश्यापदान्तस्य जल् इत्यनेन अनुस्वारः, अनुस्वारस्य ये परसवर्णः इत्यनेन सवर्णः अस्ति, बकारस्य सवर्णः मकारः लम्ब, अनन्तरं लालम्ब् इति अङ्गम्. अधुना यङ्ग्लुक् इत्यस्य लङ् रूपम् इति कृत्वा अडागमः अस्ति अत्रापि, लुङ् लङ् लृङ्ष् अड्दातः इत्यनेन, तर्हि अलालम्ब् इति अङ्गम्, अलालम् योगः त इति प्रत्ययः लङ् लकारे. तर्हि अत्र किं भवति इत्युक्ते अङ्गं तु हलन्तम् अस्ति खलु, हलन्तम् अस्ति अङ्गं, तदनन्तरं प्रत्ययः अस्ति. किन्तु सः च प्रत्ययः कीदृशप्रत्ययः? अपृक्तप्रत्ययः अस्ति. एकः एव अल्वर्णः अस्ति इति कृत्वा तस्य संज्ञा वर्तते. भगिनी जानाति किम् एतत् सूत्रं? लक्ष्मी भगिनी पूर्वं परिचितक्षेत्रमस्ति खलु. अत्र तदेव दीर्घ अनेन सूत्रेण प्रत्ययस्य लोपं भवति, लोपः भवति इति कृत्वा अलालम्ब् इति अङ्गम् अनन्तरं पदम् इति संज्ञा प्राप्नोति. किमर्थम् इत्युक्ते यद्यपि प्रत्ययः अपगच्छति तथापि तस्य युनो प्रत्ययस्य आगमः आसीत् इति कृत्वा अलालम्ब् इति प्रत्ययलोपे प्रत्ययलक्षणम् इति वदामः खलु. अनेन अलालम्ब् इति पदं भवति, पदसंज्ञा प्राप्नोति, पदसंज्ञया सत्यं किं भवति, संयोगान्तस्य लोपः इति सूत्रेण अन्तिम अन्ते पदान्ते संयोगः अस्ति, मकारबकारयोः संयोगः इति कृत्वा अन्तिमवर्णस्य लोपः भवति. अलालम् इति पदं मोनो धातोः इत्यनेन मकारस्य धातोः पदस्य नकारस्य यत्र मकारः धातोः अन्ते अस्ति चेत् तस्य तु पदान्ते अस्ति चेत् तस्य तु नकारः भवति इति कृत्वा अलालम् इति पदं निष्पादयामः प्राप्नुमः. अत्र सर्वत्र अस्माकं चिन्तनं कथम् आसीत्, प्रथमं विदितोनं धातोः अनन्तरं झटिति अग्रिमसोपाने एव नश्चापदान्तस्य जलि इति अस्माभिः कृतम्. अत्र अत्र कः किमस्ति दोषः इति अग्रे पश्यामः. अस्तु भगिनी पठति किं लक्ष्मी भगिनी, इतोपि एक पङ्क्तिद्वयं पठति किम्. आं भगिनि, इत्युक्ते अत्र यङ्ग्लुकि रूपं लङ् यङ्ग्लुकि रूपसाधनं समीचीनमेव, तदेव रूपं लालम् इति यङ्ग्लुपि धातुः अस्ति, अलालम् इति लङि रूपम् अस्ति. रूपं तु समीचीनमेव, किन्तु अस्माकं सोपानं समीचीनं नास्ति. किमर्थम् इति चिन्तनं रूपम् अलालन् इति रूपं संक्षिप्तरूपेण किञ्चित् संक्षिप्तरूपेण अत्र यङ्ग्लुकि इत्युक्ते किं भगिनि? यङ्ग्लुङ् इत्युक्ते पुनः पुनः इति अर्थे यङ्ग्लुक् प्रयोगः भवति, पुनः पुनः करोति, वारं वारं करोति इत्यर्थे. सनन्तधातुः वा? निश्चयता अस्ति, तथा एव सनद् सत्यं सत्यं भगिनि. यङ् यङ्ग्लुक् उभयोः अपि अर्थः तु नूतनधातुः प्राप्नुमः यदा निच्चि, अनन्तरं सनन्तप्रकरणम् अपि तथा एव इच्छार्थे भवति खलु, विवक्षा इच् किमस्ति जिज्ञासा इति सर्वं तथा एव यङ् यथा इच्छार्थे भवति सन् तथा एव यङ्ग्लुक् इत्युक्ते यङ्ग्लुक् तस्य अर्थः भवति पुनः पुनः इति. अस्तु, अत्र यङ् भिन् यङ् भिन्नः यङ्ग्लुकि भिन्नः वा? यङ्ग्लुक् यङ् रूपद्वयं निष्पादयामः, किन्तु अर्थं तु समानमेव. अस्तु, धन्यवादः. कदाचित् लुक् भवति, तस्मिन् समये यङ्ग्लुक् प्राप्नुमः, प्रत्ययस्यैव लोपः भवति. अस्तु, इति चिन्तने सति वस्तुतस्तु अनेकसमस्याः, ताश्च एताः संयोगान्तस्य लोपः इति त्रिपादिसूत्रं, नश्चापदान्तस्य झलि च अत्र सूत्रसङ्ख्या अष्टमाध्यायस्य तृतीयपादस्य चतुर्विंशतितमं सूत्रमस्ति. अनुस्वारस्य ययि परसवर्णः अत्र अष्टमाध्यायस्य चतुर्थपादस्य अष्टपञ्चाशत्तमं सूत्रमस्ति च सूत्रद्वयं प्रति पूर्वसूत्रम्. अतः संयोगान्तस्य लोपः तु अलालम्ब् इत्येव पश्यति, अलालम्ब् इत्यस्य एव बकारस्य लोपं करोति, येन अलालन् साक्षात् सिध्यति. किञ्चित् वक्तव्यं भगिनि? किम् इत्युक्ते अत्र अस्माकम् अन्तिम यत्र वयं लङ्गीरूपं दृष्टवन्तः खलु, यङ्ग्लुक् लङि यङ्ग्लुकि लङि, तत्र पश्यति चेत् प्रथमसोपानमस्ति इदितोनं धातुः, तत् सत्यमेव. अनन्तरं किम् आसीत् अत्र अत्र नश्चापदान्तस्य जलि इत्यस्य करणस्य का आवश्यकता इति चिन्तयामः चेत् अत्र तु सूत्रद्वयस्य प्रसक्तिः अस्ति, नश्चापदान्तस्य जलि अनन्तरं अत्र तु इति प्रत्ययं भूत्वा हल्याभ्यो दीर्घात् सूतिस्य प्रत्यं हल् इति कृत्वा वयं संयोगान्तस्य लोपः कर्तुं शक्यते खलु. यदि वयं त्यजामः अधुना त्यजतु नश्चापदान्तस्य जलि अनुस्वरस्य ई परसवर्णः इति कार्यं कार्यद्वयं त्यजतु, त्यजति चेदपि रूपं तु साधयामः खलु, साधयामः. अनन्तरं किं यद्यपि यदि कार्यं भवति चेत् तस्य तु कः लाभः, को लाभः? किमर्थम् इत्युक्ते संयोगान्तस्य लोपः सप्तमाध्यायस्य द्वितीयपादे अस्ति, पूर्वसूत्रमस्ति, पूर्वसूत्रं परसूत्रस्य कार्यमेव न पश्यति खलु. कार्यसिद्धमस्ति, कार्यसिद्धमस्ति तत् किमर्थं प्रवर्तयामः? प्रवर्तनस्य का आवश्यकता? आवश्यकता एव न. तर्हि बलाबलचिन्तने अस्माकं चिन्तनं किमर्थं नश्यापदन्तस्य जलि इति प्रवृत्तिः मास्तु इति चिन्तनम् अधुना. तदेव अस्माकं चर्चा. यत्र अग्रे अन्यत् अग्रे पश्या सूत्राणि पश्यामः चेत् अत्र तु नशापदान्तस्य जलि यदि न प्रवर्तयामः चेत् केवलं हल्याभ्यो दीर्घ कृत्वा अनन्तरं संयोगान्तस्य लोभः कर्तुं शक्यते खलु. तर्हि अनावश्यकम् अस्ति खलु नशापदान्तस्य जलि यद्यपि कुर्मः तत्रापि कार्यं किमपि न साधयामः अत्र. तर्हि अग्रे अपि पश्यामः बलाबलचिन्तनम् इति. अधुना केवलम् एवमेव पूर्वसूत्रम् अस्ति संयोगान्तस्य लोपः कार्यमेव न पश्यति, तर्हि अनेन किमपि न साधयामः, केवलं संयोगान्तस्य लोपः इत्येव साक्षात् प्रवर्तयामः चेत् अलालम् इति साक्षात् साधयामः इति, स्तुपं साधयामः इति. द्वितीय सोपान द्वितीय बिन्दुः अस्ति संयोगान्तस्य लोप. भगिनि एकः प्रश्नः, यदा केवलं लभि तदनन्तरं यजितोनुं धातु तदनन्तरं यङ् लुकि धातु अल्लालम्ब इति भवति, तद् संयोगातस्य लोप इति भवति. इदानीं संयोगातस्य लोप इति भवति नश्चापदांश झलि इति सूत्रस्य अपेक्षा वयं शास्त्रसिद्धं वदामः इति पूर्वसूत्र भूत्वा त्रिपाद्यां. आम् तदेव भगिनि. आम् आम् आम् तदेव खलु. आम् सत्यं भगिनि. आम् तर्हि स्पष्टं करणम्. आम् भगिनि अस्तु. अरुणा भगिनि द्वितीय बिन्दुः पठितुम् इच्छति किं भगिनि? न महोदय, क्षम्यताम्. अस्तु, तूष्णीं तिष्ठति किम्. अस्तु भगिनि, लक्ष्मी भगिनी एव पठति किम्? आं भगिनि, संयोगान्तस्य लोपः अष्टमाध्यायस्य द्वितीयपादस्य त्रयोविंशतितमं सूत्रमस्ति. इत्यनेन अनेन सूत्रेण अलालम्ब अलालम् इति स्वीकुर्मः चेदपि निमित्तापाये नैमित्तिकस्यापि अपायः अत्र अनेन वार्तिकमस्ति इति भाति. बकारः तु अनुस्वारस्य मकारस्य बकारः तु अनुस्वारस्य मकारस्य च निमित्तं तस्य अपाये नैमित्तिकस्य अपि अपायः. अनेन मकारः पुनः नकारः भवति, अलालन् इति भवति. यदा वयं नशापदान्तस्य जलि न आवश्यकम् इति वदामः तदेव तदा एव अनुस्वारस्य ये परसवर्णः इति यत् कार्यम् अस्माभिः कृतं तस्य तु अवसरः एव न, तस्य तु अनावश्यकं, तस्यपि नावश्यकं भवति खलु, तस्य कार्यस्यपि नावश्यकं भवति. तद् कार्यमपि किमर्थं वयं कुर्मः? अत्र तु यदा वयम् अन्तिमसोपाने वयं संयोगान्तस्य लोपः इत्यनेन बकारस्य यदा लोपः भवति तस्मिन् समये बकारः गतः चेत् निमित्तं गतम् इति कृत्वा नैमित्तिकस्यपि अपायः इति केचनाः वदन्ति. परिभाषा तादृशवाक्यं किमपि वदन्ति किम् इत्युक्ते यत् पूर्वं अवगच्छति किं भगिनि निमित्तपयेन नैमित्तिकस्यपि अपायः इति? अहं पूर्वम् एकवारं श्रुतवती अत्र निमित्तम् अवगच्छति चेत् नैमित्तिकं निमित्तेन यत् कार्यम् आसीत् तदपि अपगच्छति इति कृत्वा यत्र बकारः मकार यत्र अनुस्वारस्य अनुस्वारः अस्ति नश्यापदान्तस्य जलि इत्यनेन इति सूत्रेण अनन्तरम् अनुस्वारस्य ययि परसवर्णः इति सूत्रस्य निमित्तम् अस्ति बकारः अस्ति खलु. परसवर्णस्य निमित्तम् अस्ति बकारः. तर्हि बकारः अस्ति इति कृत्वा एव अनुस्वारस्य स्थाने मकारः आयाति. यदि अन्यवर्णः आसीत् चेत् कवर्गस्य कश्चन वर्णः आसीत् चेत् मकारः आगच्छेत् तथा एव बकारः अस्ति इति कृत्वा मकारः आगतः. तर्हि यत्र बकारस्य लोपः भवति तस्मिन् समये मकारस्य अपि मकारः अपि अपगच्छति खलु. अपगम्य आदौ यत् रूपम् आसीत् नकारः एव तत्र आयाति. तर्हि अस्माकं नशापदन्तस्य जलि अनुस्वारस्य ई परसवर्णः इति सोपानद्वयमपि न आवश्यकमेव अस्माकम् अत्र रूपसाधनार्थम्. अस्तु अग्रे पठामेव. नाम निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः. निमित्तम् इत्युक्ते कारणं, नैमित्तिकम् इत्युक्ते फलम्, अपायः इत्युक्ते अभावः. अस्तु. सूत्रं संयोगान्तस्य लोपः इत्यनेन अलालम्ब अलालम् इति स्थितौ नैमित्तिकस्य अपायं न कुर्मः चेदपि मोनो धातोः इति अपि त्रिपाद्यां पूर्वत्रिपादीसूत्रं नश्चापदान्तस्य झलि च अनुस्वारस्य ययि परसवर्णः इत्यनयोः कार्यमेव न पश्यति. इदितोनं धातोः इत्यनेन व्युत्पन्नं नकारम् एव पश्यति. अलालन् मोनो धातोः अलालन् इति रूपं दृष्ट्वा किमपि न करोति. आदौ अस्माभिः यत् चर्चितं तदेव अस्ति. संयोगान्तस्य लोपः इति सूत्रं यत् अग्रे आयाति तत्तु नशापदान्तस्य जले अनुस्वारस्य ई परसवर्ण इति सूत्रद्वयस्य कार्यं तु न पश्यति. किमर्थम् इत्युक्ते त्रिपादीसूत्रम् अस्ति इति कृत्वा, पूर्वसूत्रम् इति कृत्वा, परसूत्रम् इति कृत्वा कार्यं न पश्यति. असिद्धम् अस्ति, कार्यासिद्धम् अस्ति इति कृत्वा न पश्यति. तर्हि का आवश्यकता खलु इति कृत्वा तदेव तर्हि नशापदन्तस्य जलि न प्रवर्तयामः, अनुस्वारस्य परसवर्णः इति अपि न प्रवर्तयामः इति चिन्तयामः चेत् सोपानं किं भवति? अलालम् अलालन् इति अस्ति. नुमागमः आगतः प्रथमं तु नुमागमः आयाति. अलालन् नकारः बकारः इति अस्ति. अनन्तरं संयोगान्तस्य लोपः इति कृत्वा बकारस्य लोपः. तर्हि अलालन् इति नुमागस्य नकारः एव तिष्ठति इति चिन्तयामः. तस्मिन् समये किं भवति? मोनो धातुः इत्यस्य प्रसक्तिः एव नास्ति तस्मिन् समये इति कृत्वा केवलम् अलालन् इति रूपं तावदेव. पुनः एकवारं किमर्थम् अधिकसोपानानि कुर्मः? यत्र वयम् अस्माकं कृते ह्रस्वमार्गः अस्ति तदेव अनुसरामः खलु. अनावश्यकसोपानानि किमर्थं खलु? तत्तु न कारयामः, तत्तु असिद्धम् अस्ति खलु. तादृशचिन्तनं तु फलाबलचिन्तनस्य विरुद्धम् अस्ति इति चिन्तनं. सरला भगिनी अग्रे पठति किं भगिनि? केचन वैयाकरणाः निमित्तस्यापाये नमित्तकस्य यापि उपायः इति न मन्यन्ते, यतोहि अयं न न्यायः न वा परिभाषा. काशिकान्यासे पदमचर्या च पदमञ्जर्यां च छो शूरनासिके च इत्यस्य व्याख्याने तथा उच्यते. एवं दृष्ट्या वक्तव्यं चेत् अकृतव्यूहः पाणिन्याः इति परिभाषया नश्यमानं निमित्तं न स्वीकर्तव्यम् इत्यस्मात् लङ्लकारे प्रथमपुरुष एकवचने बकारस्य नश्यमानत्वात् नश्चापदान्तस्य झलि अनुस्वारस्य यै परसवर्ण इत्याभ्यां कार्यं न साधनीयमेव. तथा सति प्रक्रिया एवं लभि लभ इदितोनुं धातोः सप्तमाध्यासे प्रथमाध्याये अष्टपञ्चाशत् सूत्रं लन्ब् नकारः अस्ति. तत्र यङ् लुगन्तधातु ला लन्ब् लङ्लकारे तप् प्रत्ययस्य लोपे सति बकारलोपस्य करिष्यमाणत्वात् निमित्तनश्यमाणत्वात् नश्चापदान्तस्य झलि अष्टमाध्यायस्य तृतीयपादे चतुर्विंशतिसूत्रं च अनुस्वारस्य यै परसवर्ण अष्टमाध्यायस्य चतुर्थपादे अष्टपञ्चाशत् सूत्रम् इत्यनयोः कार्यं न भवति. अलालम्ब योगतकारलोपः अलालम्ब संयोग्यता संयोगान्तस्य लोपः अष्टमाध्यायस्य द्वितीयप्रादेय त्रिवशन्ति सूत्रम् अल्लालन् इति भवति. अत्र पूर्वत्रासिद्धम् इत्यनेन नश्चापदान्तस्य झलि अष्टमाध्यायस्य तृतीयपाद चतुर्विंशतिसूत्रस्य इत्यत्र शास्त्रासिद्धम्. इदानीम् एकः नूतनविवादः अस्ति अकृतव्यूहा पाणिन्या इति परिभाषायां वदति यदि कोऽपि वर्णस्य नश्य अग्रे प्रक्रियायां तस्य नश्यं भवति अतः तत् कोऽपि यदि तस्य नश्यं भवति तस्य तत् कार्यं तस्य निमित्तं यत् कार्यम् अस्ति तस्यापि नश्यं भवति एतत् कार्यं न कर्तव्यम् इति नश्यमाणस्य किमस्ति नश्यमाणस्य अकर्तव्यम् अतः इदा अत्र अस्माकम् उदाहरणम् अस्ति लभि यदि धातुः अस्ति लभि इदितोनुं धातुः इति सूत्रेण लण्ब् भवति नकार आगच्छति मध्ये लालम्ब् यङ्लुकि आतिदेशकधातुः भवति लङ्लकारे आलम्ब् अस्ति भवति. इदानीं यदि प्रथमपुरुष एकवचने तकार आगच्छति तकारस्य हल्याङ्गो दीर्घातसतिस्य प्रक्त इति सूत्रेण तकारस्य लोपः भवति अल्लालम्ब् इति भवति. इदानीं संयोगातस्य लोपः इति सूत्रेण बकारस्य अकार अपगच्छति केवलं संयोगस्य नकार बकार संयोगः अस्ति बकार अन्तिमवर्ण तस्य लोपः भवति अल्लालन् इति भवति. इदानीम् अकृतव्यूह पाणिन्या वदति यदि वयं पूर्वं नष्टापदान्तस्य झलि कुर्मः अनुस्वारस्य यै परसवन अपि आनयामः तत्र लालम्ब् अलालम्ब् इति भवति मकार आगत्य इति कार्यस्य आवश्यकता नास्ति कारणं तस्य लोपः एव भवति. यथा भवती उक्तवती लघु प्रक्रिया इति इष्टं लघुप्रक्रिया इष्टम् इति कारणेन इति नश्चापदान्तस्य झलि अनुस्वारस्य यै परसवन तयोः कार्यं न आवश्यकं पूर्वं यदा इदितोनुं धातुः अस्ति तस्य पूर्वं तस्य अनन्तरं नश्चापदान्तस्य झलि अनुस्वारस्य यै परसवन तस्य कार्यस्य आवश्यकता न भवति. आं भगिनि निमित्तपाये नैमित्तिकस्य अपि अपायः इति वाक्यं कुत्रचित् आगतः केचनाः तद् वदन्ति किन्तु तादृश यत्र ये ग्रन्थाः वयं प्रामाण्यत्वेन स्वीकुर्मः ग्रन्थान् तत्र कुत्रापि निमित्तपाये निमित्तिकस्य अपि अपायः इति परिभाषा सूत्रं वा न्यायं वा इति न्यायः वा नास्ति तर्हि किमर्थं निमित्तम् इति कृत्वा एकं कार्यं कुर्मः अनन्तरं निमित्तस्य अपायः भवति नैमित्तिकस्य अपि अपायः भवतु इति किमर्थं तादृशं कुर्मः खलु एकवारं तस्य आवश्यकता एव नास्ति इति कृत्वा अत्र काशिकायां पश्यामः चेत् पदमञ्जर्यां च पश्यामः चेत् अकृतव्यूहाः पाणिनीयाः इति परिभाषा उक्तम् अस्ति तादृशचिन्तनं भवतु इति यत्र यथा भगिन्या उक्तं यस्य नमिष्यमान् अग्रे गत्वा अग्रे सोपाने अग्रिमसोपानेषु नशिष्यमानं निमित्तं स्वीकृत्य यत्किमपि कार्यम् अस्ति तद् वयं न कुर्मः इति अकृतव्यूहः पाणिनीयः इति सूत्रेण इति परिभाषया कार्यं साधयामः वयम् इति कृत्वा यदा भगिन्या उक्तं यदा यथा भगिन्या उक्तं नश्यापदान्तस्य जलि अनुस्वरितै परसवर्णः न कृत्वा न कुर्मः अग्रे साक्षात् संयोगान्तस्य लोपः इति कृत्वा रूपं साधयामः. आहत्य किम् इत्युक्ते अत्र वयम् अस्माकं प्रथमं मुख्य अंशः अस्ति यत्र नश्यापदान्तस्य जलि अनुस्वारस्य ई परसवर्णः इति कृत्वा अग्रे एकं सूत्रम् आगच्छति संयोगान्तस्य लोपः, तत्तु कार्यं न पश्यति एव इति कृत्वा न कुर्मः वयम्, आदौ न कुर्मः. तर्हि अग्रे तस्यैव तस्मिन्नेव विषये वयं पुनः अस्मिन् करपत्रे रुदादिगणस्य करपत्रे पुनः परिशीलयामः. तर्हि प्रायः पूर्णतया अस्माकम् अवगमनं भवति इति मन्ये भगिनि. अत्र मम अवगमनं सम्यक् अस्ति वा इति किञ्चित् वदतु. अत्र त्रिपाद्यां प्रथमं सूत्रमस्ति पूर्वत्रासिद्धम् इति सूत्रमस्ति. अत्र पूर्वत्रासिद्धम् इति सूत्रस्य कार्यं द्विधा भवति, शास्त्रासिद्धम् अपि च कार्यासिद्धम्. अत्र शास्त्रासिद्धम् इत्युक्ते त्रिपाद्यां कानिचन सूत्राणि सन्ति, सपादसप्ताध्याय्याम् अपि सूत्राणि सन्ति. यत् पूर्वसूत्रमस्ति तस्य कार्यं प्रथमं भवतु, एकस्मिन्नेव समये पूर्वसूत्रं परसूत्रमपि आगच्छति चेत् तदा पूर्वसूत्रस्य कार्यं भवतु इति पूर्वत्रासिद्धम् इति सूत्रेण तत्र शास्त्रासिद्धं शास्त्रेण एव परसूत्रम् असिद्धं भवति कृत्वा कार्यमेव न कुर्मः, कारयामः. अनन्तरं कार्यसिद्धम् इत्युक्ते अत्र यदा परसूत्रस्य कार्यं तत्र पूर्वमेव अभवत् तदा पूर्वसूत्रं तत्र असिद्धं भवति. परसूत्रस्य कार्यं न पश्यति, न आयाति इति न आगच्छति एव. निमित्तम् अस्ति, प्रसक्तिः अस्ति चेत् आगच्छति, प्राप्तिः अपि भवति पूर्वसूत्रस्य किन्तु यत् परसूत्रं यत् कार्यं कारितम् अस्ति तद् कार्यं न पश्यति. तत् तथैव अत्र नशापदान्तस्य जलि इति कारयामः चेत् तत् कार्यं तु अग्रे न पश्यति एव, संयोगान्तस्य लोपः इति. क्षम्यतां, किम् अस्ति सूत्रं संयोगान्तस्य लोपः इति सूत्रं तदेव तत्र कार्यसिद्धम् इति वदामः. अत्र शास्त्रासिद्धम् इत्यनेन अत्र नश्चापदान्तस्य झलि इत्यस्य कार्यसिद्धम् इति वयं प्रथमं चिन्तितवन्तः. किमस्ति प्रथमं इदितोनुं क्षम्यताम् इदितोनुं धातोः इत्यस्य अनन्तरं यदि वयं नशापदान्तस्य झलि इति कारयामः चेत् तत्तु न पश्यति इति कार्यसिद्धम् आसीत् चिन्तनम्. अनन्तरम् अग्रे गत्वा वयम् अङ्गीकृतवन्तः अकृत्व्यूहः पाणिनीयः इत्यनेन वयं न कारयामः इति अङ्गीकृतवन्तः. अङ्गीकृत्वा यदि वयं संयोग इदितोनुं धातोः इत्यनेन वयं लालम् इति रूपं साधयित्वा वयं नकारः नुम् आगमस्य यत् नकारः तदेव तत्र स्वीकुर्मः. अनन्तरम् अलालन्द् इति अस्ति, तस्मिन् समये सूत्रद्वयस्य प्रसक्तिः अस्ति. अधुना संयोगान्तस्य लोपः, नशापदान्तस्य जलि इति द्वयोः अपि प्रसक्तिः अस्ति, किन्तु प्राप्तिः कस्य भवति? संयोगान्तस्य लोपः इत्यस्य एव भवति. किमर्थम् इत्युक्ते नशापदान्तस्य जलि शास्त्रशुद्धम् अस्ति इति कृत्वा संयोगान्तस्य लोपः इत्यनेन कार्यं साधयामः. अस्तु, इत्यस्य धन्यवादः. लक्ष्मी भगिनी पठति किम् अग्रे? अत्र पुनः अस्माकं अस्मिन् करपत्रे यत् उक्तम् अस्ति तद् तत्तु अस्माकम् अवगमनम् अभवत् खलु. पुनः एकवारं शृणोमि भगिनि, तदा सम्यक् अवगन्तुं शक्नोमि. पुनः एकवारं ध्वनिमुद्रणं शृणोमि. अस्तु भगिनि. अत्र रुदादिगणः करपत्रं अत्र सप्तमबिन्दुः अस्ति, सकारान्ताः धातवः. एकः धातुः हिसि, तत्र हिन्स् भवति इत्युक्ते अत्र अत्रैव दत्तमस्ति प्रक्रिया. हिसि हिन्स् भवति. अत्र हिसि धातुः परस्परपदी धातुः हिंसायाम् इत्यस्मिन् अर्थे हिसि धातुः अस्ति. इदित् धातुः इदितूनं धातोः इत्यनेन अत्र मिदचोन्त्यात् परः इति परिभाषासूत्रेण अत्र मध्ये नुमागमः भवति, अतः हिन्स् भवति. अनन्तरं नष्टापदान्तस्य झलि इत्यनेन अनुस्वारागमः, अनुस्वारादेशः हिन्स् भवति. अनन्तरं रुधादिभ्यः श्नम् इति शपं प्रबाध्य रुधादिगणस्य धातूनां कृते अत्र रुधादिभ्यः श्नम् इत्यनेन श्नं विकरणप्रत्ययः आगच्छति. अत्र अत्रापि पुनः मृदुचोन्त्यात् परः इति सूत्रेण एव अत्र श्नम् इत्यस्मिन् नकारः अस्ति इति, नकारः अवशिष्यते, मकारः षकारः तयोः लोपः भवति अनुबन्धलोपानन्तरम्. अत्र नकारः एव तिष्ठति. नकारः अत्र मृदचोन्त्यात् परः इति सूत्रेण मध्ये आगच्छति, अतः हिनम् इति रूपम्. अनन्तरम् अत्र श्नान्नलोपः इति सूत्रेण श्नात् अलोपः, नलोपः, क्षम्यतां, श्नात् नलोपः इति तत्र श्नम् इति विकरणप्रत्ययात् सः नकारः आगतः, तस्य नकारस्य लोपः भवति श्नान्नलोपः इत्यनेन. अतः हिनम्स् इति रूपं परिवर्तनं भूत्वा हिनस् भवति, हिनस्येव अङ्गम् अत्र. उपरितनायाः प्रक्रियायाः चर्चार्थम् अस्ति. लबि अवसंसने इत्यस्य यङ्ग्लुगन्तधातुसिद्धेः लङ्लकारप्रसङ्गे आलोचनं दृश्यताम्. अस्तु, अग्रे पठामि वा? आं, पठतु भगिनि. अत्र इदितूनं धातोः इदितः धातोः नुम् आगमो भवति. इदित् इत्युक्ते इत् इति यस्य सः. तत्र प्रथमः इत् नाम ह्रस्व इकारः, द्वितीयः इत् नाम इत् संज्ञा. ह्रस्व इकारस्य इत् संज्ञा यस्य सः धातुः एव इदित् धातुः. इत् इत् यस्य सः इदित् तत्र बहुव्रीहिसमासः, तस्य इदितः. इदितः षष्ट्यन्तं नुं प्रथमान्तं धातोः षष्ट्यन्तं. त्रिपदमिदं सूत्रं, सूत्रं स्वयं सम्पूर्णम्. इदितः धातोः नुम् इत्युक्ते नुम् आगमः भवति, अतः प्रथमान्तम् इदितः षष्ट्यन्तम्. अस्तु, श्नान्नलोपः वयं पूर्वमेव पठितवन्तः, पठामि वा नो चेत्? पठतु भगिनि. श्नान्नलोपः षष्ठाध्यायस्य चतुर्थपादस्य त्रयोविंशतितमं सूत्रमस्ति. श्नं प्रत्ययोत्तरस्य नकारस्य लोपः भवति. नस्य लोपः नलोपः षष्ठी तत्पुरुषसमासः. श्नात् पञ्चम्यन्तं, नलोपः प्रथमान्तं. द्विपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं. श्नात् अङ्गस्य नलोपः इत्युक्ते श्नं प्रत्ययस्य उत्तरस्य नकारस्य लोपः. लोपः अपि एकं कार्यमेव, अतः अत्र नकारस्य लोपः नलोपः लोपादेशः इति वदामः. अङ्गस्य लोपादेशः नलोपः. अस्तु, वस्तुतस्तु हिनस् इति अङ्गस्य व्युत्पत्तिमार्गः अन्यरीत्या चिन्तनीयः, यतोहि यथा जानीमः कस्यापि धातोः लौकिकरूपसिद्धिः वा अङ्गं वा एकाकिनी आकाशे न करणीयः. तदर्थमेव नोपधधातूनां धातुपाठे, नोपध इत्युक्ते उपधायां नकारः अस्ति इति वदामः वा? तदर्थमेव नोपधधातूनां धातुपाठे दन्तिनकारः एव दर्शनीयः, न तु सन्धिं कृत्वा ण्यकारो वा ण्यकारः वा ण्यकारः वा इत्यादिकम्. अस्तु, नोपधधातुः अस्ति चेत् तत्र लेखनसमये तत्र ण्यकारः न कर्तव्यः. अस्तु, प्रकाश प्रक्रियावशात् एव एतत् सर्वं भवेत्, यतोहि सर्वत्र न भवति, यथासङ्गमेव परिस्थितिं दृष्ट्वा करणीयम्. एवमेव लभि धातोः यङ्लुगन्तधातुः साधनीयः लङ्लकारे. तथा च अत्र वास्तविप्रक्रिया सन्दर्भमनुसृत्य एवं भवेत्. अत्र अग्रिमे तत्र धातुपाठे हल्सन्धि इति करपत्रे तदेव वयम् अधुना परिशीलितवन्तः इति भाति. आं भगिनि, एकनिमिषं भगिनि, क्षम्यताम्. यथा पूर्वम् उक्तवन्तः लब्धिधातु तदेव इदितोनिं धातु तस्य अनन्तरं नश्चापदन्तर्जलि अपि अनुस्वासयै तस्य कार्यस्य आवश्यकता नास्ति. त्रीणि रूपाणि वयं दृष्टवन्तः, त्रयो प्रकारः आवश्यकं नास्ति. यथा यदि पूर्णतया वयं कुर्मः प्रक्रिया, बकारस्य लोपः भवति, संयोगातस्य लोपः, तदनन्तरं मोनोस्वरः आगच्छति, तत्र अलालनिति भवति, दीर्घा प्रक्रिया भवति. अन्य कारणमस्ति तत् नैमित्तिकपायस्य नैमित्तिकपायस्य अनियमित निमित्तपाये निमित्तपाये नैमित्तिकस्य पाय अपि. सो यदि निमित्तं गच्छति तस्य नैमित्तिक फलमस्ति तदपि अपगच्छति. सो तदपि यथा मकार गच्छति तु मकार अपि गच्छति, अल्लालनेव तिष्ठति. सो एतत् कारणे अपि तत् प्रक्रिया दीर्घा प्रक्रिया आवश्यकं न भवति. अकृतव्यूहा पाणिन्याति अपि वदति, यदि नश्यमाणं पदम् आगच्छति तत् निमित्तं भवति. सो अस्य कार्यस्य आवश्यकता किम् अस्ति. सो एतत् अपि हिस् धातु अत्र रुदादिगणे एता प्रक्रिया दीर्घा प्रक्रिया कर्तव्यस्य न कर्तव्यं, लघु प्रक्रिया इति साधनीय यदि भवति तस्य प्रक्रिया वयं कुर्मः. साधु क्षम्यतां, मम मनः कुत्रचित् आसीत्, किञ्चित् अग्रे वदामि किम् आसीत् इति. अत्र महोदय दत्तवान् द्वितीय तर्हि आहत्य किम् इत्युक्ते, आहत्य किम् इत्युक्ते साक्षात् प्रक्रिया अत्र हसि इति धातुः पश्यामः चेत् भगिनी करोति किं भगिनि? सरला भगिनि. हसि हसि इति धातुः अस्ति लट् लकारस्य प्रथमपुरुषे एकवचनविवक्षायां हसि योगति ति आगच्छति. तदनन्तरं विदितोनुं धातोः सप्तम्यादासे प्रथमपादे अष्टपञ्चाशत् सूत्रं हिन्स् हिन्स् इति भवति, योगति कर्तरि श तृतीय अध्यायस्य प्रथमपादे अष्टषष्टिसूत्रम् इत्यनेन शप् रुदादिभ्यश्नं तृतीय अध्यायस्य प्रथमपादे अष्टसप्ततिसूत्रम् इत्यनेन शप् प्रभाद्यश्नं हेन्स् योगश्नं योगति मिदुचो अन्त्यातपरः प्रथमाध्यासे प्रथमसूत्रं सप्तचत्वारिशत् सूत्रं हिन्नन्स् इति भवति, योगति स्नानलोपः इति सूत्रेण षष्ठमध्यासे चतुर्थपादे तृतीय त्रिविंशतिसूत्रं हिन्नस् योगति इति भवति. अत्र लघुप्रक्रिया दत्तमस्ति. तत्र यदा उपरि प्रथमे वयं दृष्टवन्तः नष्टापदान्तस्य छलि अनुस्वारस्य यै परसवृत्तस्य तस्य कार्यस्य आवश्यकता नास्ति. कथम् इति अत्र दत्तमस्ति. हिस्सि यदि धातुः अस्ति लट् लकारविवक्षा अस्ति, लट् लकारविवक्षा कारणे लस्य सूत्रेण लाधिकार आगच्छति, तत्र तिपादय इति आगच्छति हिसि नन्तरं, यदि तिबादे अस्ति हिसि यदि तोनुं धातु प्रथमं यदि तोनुं धातु कार्यं करोति, यदि तोनुं धातु इति सूत्रेण नुम् आगम इकारस्य अनन्तरम् आगच्छति हिंस् इति भवति हिंस् योगत्रि. इदानीं कर्तरि शप् तस्य तत् आगत कारणकि कर्तरत्के इति विवक्षा अस्ति, सार्वधातुक अपि धातु पूर्वं धातोनन्तरं सार्वधातुकप्रत्ययः अस्ति, कर्तरि शप् आगच्छति. तत् अस्ति तृतीय अध्यायस्य तृतीय अध्याये अस्ति प्रथमपादे. शक् प्रपाद्य इदानीं रुदादिभ्यश्नम् इति आगच्छति, रुदादिभ्यश्नम् इति सूत्रेण श्नम् इति न धातो मध्ये आगच्छति, सो हिन्नन्स् इति भवति. मिदिचो अन्त्यान्तरपर इति सूत्रेण एकारस्य अनन्तरं प्रथमं न आगच्छति, तद् हिन्नन्स् इति अस्ति. स्नानलोप इति सूत्रेण न परे नकार अस्ति, तस्य लोप भवति, हिन्नस् योग इति वयं प्राप्नुमः. सो हिनस्ति इति लट्लकारे प्रथमपुरुषे एकवचने अन्तिमरूपम् आगच्छति. अत्र किम् इत्युक्ते अत्र हिसि इति अस्ति खलु, अत्र हिसि योग गते सप्ताहे ऐ मीन् मङ्गलवासरे चर्चा जाता, विदितोनुं धातोः इति प्रत्ययस्य अनन्तरम् आयाति किं प्रथमं किं भवति इति प्रत्ययः आगच्छति किम् इदितोनुं धातोः इति आगमः भवति किम् इति. अत्र किम् इत्युक्ते इदितोनुं धातुः इति सूत्रस्य सूत्रं तु सप्तमाद्यस्य प्रथमे पादे अस्ति, तत्तु अङ्गस्य इति अधिकारे वर्तते. 641 सूत्रमस्ति अङ्गस्य इति सूत्रं, तर्हि अङ्गस्य इति अधिकारे वर्तते. यदि वयं अत्र अष्टाध्यायी पुस्तकं पश्यामः चेत् 114 पुटे अस्ति अङ्गस्य इति अङ्गाधिकारः इति. तर्हि 7497 पर्यन्तम् अस्ति अङ्गस्य इति अधिकारः इति कृत्वा इदितोनुं धातोः इत्यस्य इदितः धातोः अङ्गस्य नुम् इति प्रायः वक्तुं शक्नुमः इति मन्ये, तत्तु अहं महोदयं पृष्टवती. तर्हि अङ्गस्य इति कदा अङ्ग इति संज्ञा भवति धातोः, धातु प्रत्ययः इति परे आगच्छति चेदेव अङ्गम् इति संज्ञा प्राप्नोति धातुः इति कृत्वा प्रत्ययः यदा परे आगच्छति, उदाहरणार्थं ति इति प्रत्ययः यदा आगच्छति तस्मिन् समये एव इदितोनं धातुः इत्यस्य प्राप्तिः भवति, प्रसक्तिः च प्राप्तिः च. तर्हि हिसि योगः ति प्रथमं प्रथमसोपानम् अनन्तरम् इदितोनं धातुः इत्यनेन नुमागमः भवति. अधुना पश्यामः चेत् प्रथमधातोः कार्यं भवति, कर्तरिशब्दस्य पूर्वम् अस्ति न तस्य क्रम, तदेव महोदय अधुना एव परिवर्तितवान्. अत्र पश्यतु भगिनि, महोदयस्य क्रमः अधुना पश्यति चेत् महोदय परिवर्तितवान्, रिफ्रेश् करोति चेत् द्रष्टुं शक्यते. प्रथमं हिसि, अनन्तरं प्रथम लट्लकारस्य प्रथमपुरुष विवक्षानुसृत्य प्रथमपुरुष एकवचने टि इति प्रत्ययः प्रथमसोपाने आयाति, तदनन्तरं तत् हिसि इति धातोः अङ्ग इति संज्ञापि धातुः अङ्गम् इति संज्ञापि प्राप्नोति तस्मिन् समये इदितोनुं धातोः इति सूत्रस्य प्रसक्तिः. अस्तु, यत् धातुः अस्ति अङ्गमपि अस्ति, कदा भवति प्रत्ययः परे आगच्छति चेत् तस्मिन् समये सूत्रस्य प्रसक्तिः अस्ति, तर्हि इदितोनुं धातोः इत्यनेन नुमागमः भवति. अन्यदपि कार्यम् अस्ति, किम् इत्युक्ते इदितोनुं धातोः अनन्तरं कर्तरिशप्रभादि रुदादिभ्यः श्नम् इति खलु, तर्हि इदितोनुं धातोः रुदादिभ्यः श्नम् सः किं सूत्रं प्रथमं कार्यं करोति इति चिन्तनमपि स्यात् खलु. अत्र तद् पश्यामः चेत् इदितोनुं धातोः इति सूत्रे पश्यति चेत् धातोः इति उक्तमस्ति, इत्युक्ते धातुः उपदेशावस्थायाम् इति अर्थः. अस्तु, तर्हि यदि वयम् अरुधादिभ्यः श्नम् इति श्नम् आनयामः चेत् इदितोनं धातोः इति सूत्रस्य तु कार्यं न भवति खलु, निरवकाशं भवति इति कृत्वा यत्र औपदेशिकावस्थायाम् एव इदितोनं धातोः इत्यस्य कार्यं भवति इति कृत्वा प्रथमम् इदितोनं धातोः इत्यनेन आगमः, तद् अनन्तरं श्नं प्रत्ययः आयाति, श्नं प्रत्ययः तु मध्ये आयाति इति कृत्वा श्नम् आगमः भवति, तदनन्तरं श्नान्नलोपः इति सूत्रम्. अस्तु अस्तु, अत्र अत्र अन्यदपि अस्ति, अत्र वयं काशिकायां पश्यामः चेत् महाभाष्यं पश्यामः चेत् नुं विदौ उपदेश उपदेशिवद्वचनं प्रत्ययविध्यर्थं क्षम्यतां नुं विधौ उपदेशिवद् भावो वक्तव्यः इति, इत्युक्ते नुं विधानं यदा भवति यदा उपदेशावस्थायाम् एव भवति इति वार्तिकमपि अस्ति, महाभाष्यवाक्यमस्ति. भगिनी पुनः वदतु, नुं विधौ विधा उपदेशिवद् भावो वक्तव्यः इति, उपदेशिवद् भावो वक्तव्यः, नुं विदौ उपदेशिवद् भावो वक्तव्यः, उपदेश अवस्था स्वीकुरु आवश्यकं तस्य कृते आवश्यकम् इति. अस्तु, इत्युक्ते उपदेश अवस्थायां नुं भवति इति वक्तव्यम् इति तत्र उक्तमस्ति. यथा पूर्वं वयं प्रत्ययः परे स्यात् किन्तु धातोः उपदेशावस्थायां कार्यं करोति, किन्तु पूर्वं वयं कृतवन्तः हिसि योग इदितोनं धातो हिन्स् प्रथमं भवति तत्र, तत् दोषाय इति कृत्वा एव तादृशचिन्तनं दोषाय. प्रथमं टी प्रत्ययः अनन्तरम् इदितोनं धातोः, यत् टी परे अस्ति तर्हि अङ्गसंज्ञा प्राप्नोति, धातुसंज्ञा अपि अस्ति, औपदेशिकधातुसंज्ञा अपि अस्ति इति कृत्वा इदितोनं धातोः, तदनन्तरमेव रुदादिभ्यः श्नम् अनन्तरं श्नानलोपः इदानीम् एवञ्च यद्यपि लक्ष्मी भगिनी पठति. आं भगिनि, अत्र एवञ्च यद्यपि नश्चापदान्तस्य झलि अत्र अष्टमाध्यायस्य तृतीयपादस्य चतुर्विंशतितमं सूत्रम् इत्यस्य प्रकृतिरस्ति. हिंस् योगः ति इति स्थितौ, परन्तु पूर्वत्र सिद्धम् अष्टमाध्यायस्य द्वितीयपादस्य प्रथमसूत्रम् इत्यनेन कर्तरिषप् इति सूत्रं प्रति त्रिपादिसूत्रं नश्चापदान्तस्य झलि असिद्धम्, अतः अस्यां प्रक्रियायाम् अनुस्वारादेशस्य कुत्रापि अवसरः न भवति. अन्ततो गत्वा श्नान्नलोपः इत्यनेन नकारलोपः भवति. अत्र कर्तरीषप् कृदादिभ्यः श्नम् श्नान्नलोपः सर्वे तु पूर्वसूत्राणि सन्ति, तर्हि इति कृत्वा नश्यपदान्तस्य जले इत्यस्य कार्यं न पश्यति एव यदि आयाति चेत् तर्हि न करयामः वयम्, तत्तु न भवति एव. पूर्व परसूत्रमस्ति इति त्रिपादिसूत्रमस्ति इति कृत्वा असिद्धमस्ति सूत्रम्, शास्त्रासिद्धम् इति वदामः. अग्रे पठामि वा? आं भगिनि. तिङ्प्रत्ययनिमित्तकां निमित्तिकम् अङ्गकार्यं पित्सु अङ्गकार्यं नास्ति, हिनस्त्यङ्गं योगः ति अत्र किमपि कार्यं नास्ति, केवलं वर्णमेलनं हिनस्ति, अपि च हिनस्योगः आनि, अत्रापि पित् प्रत्ययः आनि, अतः हिनसानि. अपित्सु श्नशोरलोपः इत्यनेन श्नम् इत्यस्य अकारस्य लोपः, हिनस्योगः तः, अत्र श्नशोरलोपः अल्लोपः अकारलोपः इत्युक्ते अकारलोपं कृत्वा अत्र हिंस् भवति, हिंस् योगः तः, अत्र सन्धिकार्यं हिंस्तः भवति, सन्धिकार्यम् अग्रे दत्तमस्ति इति भाति. अत्र सन्धिकार्यम् इत्युक्ते नश्चापदान्तस्य झलि इति एव. खरिच इति अपि यथासङ्गं फलं यथावत्. सकारः झलि चरि च इत्युक्ते अत्र नश्चापदान्तस्य झलि अपि च खरि च द्वयोः कार्यमस्ति इति भाति. खरि च सूत्रं किं वदति इत्युक्ते छलः स्थाने चरादेशः भवति खरिपरे. उक्तसहितसूत्रं झलां चर् खरि च संहितायाम् अस्तु. अत्र लोटि लोट्लकारे अत्र हि स्थाने धि आदेशः भवति, तदा धकारादिप्रत्ययपरे सकारान्तधातोः सकारस्य लोपः सकारान्तधातुः हिसि धातुः सकारान्तधातुः इति कृत्वा अत्र प्रतिध्वनिः अस्ति किं भगिनि? अरुणा भगिनि म्यूट् करोति किं भगिनि कृपया? अत्र लोट् लोट्लकारे मध्यमपुरुष एकवचनरूपं हि अस्ति, एकवचनप्रत्ययः हि अस्ति. अत्र हुजल्भ्यो हिर्धि हि इति सूत्रेण अत्र हि स्थाने धि आदेशः भवति. अत्र धि इति धकारादिप्रत्ययः धकारादिप्रत्ययः परः चेत् सकारान्तधातोः धातुः अत्र अस्माकं धातुः हिंस् धातुः हिसि तत्र सकारान्तधातुः धातोः सकारस्य लोपः भूत्वा लोपः धि च इति सूत्रेण भवति. इदं जलां झष् झषि इत्यस्य अपवादः अस्तु. अत्र हिंस् इति रूपं अत्र हिंस् योगः हि प्रत्ययं योजयामः हूजल्भ्योर् हेर्धिः इत्यनेन अत्र हि स्थाने धि आदेशः भवति, अपि च धि च इति सूत्रेण अत्र सकारान्तधातोः सकारस्य लोपं कृत्वा अत्र हिन्धि इति रूपम् आगतम्. अनन्तरम् अनुस्वारस्य ये परसवर्णः इत्यनेन अनुस्वारस्य स्थाने परसवर्णादेशः भवति, अतः हिन्धि इति अन्तिमं रूपं मध्यमपुरुष एकवचनरूपं लोटि. धीच इति सूत्रमस्ति, पठामि वा भगिनि? पठतु भगिनि. धीच सूत्रं किं वदति इत्युक्ते सकारस्य लोपः भवति धकारादिप्रत्यये परे. धी इति सप्तम्यन्तं च अव्ययपदं व्ययपदमिदं सूत्रं रास्तस्य इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः, संयोगान्तस्य लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः. अत्र अनुवृत्तिसहितसूत्रं धी च सस्य लोपः इत्युक्ते धी परे सकारस्य लोपः. अत्र चा किमर्थं भगिनि? अत्र धी च सस्य लोपः अत्र किम् इत्युक्ते अनुवृत्तिः राक्षस्य इत्यस्मात् अनुवृत्तिः आयाति भगिनि, तावदेव केवलम्. अनन्तरम् इत्युक्ते तत्र तस्य च इति अव्ययपदं, किन्तु अत्र तस्य प्राधान्यता का इति किमपि नास्ति वा? किं वदामः अत्र? अस्तु चिन्ता मास्तु. अत्र अग्रे पठामि वा? भगिनि एकः प्रश्नः अस्ति, दशाधि च इति सूत्रस्य संख्या अस्ति अष्टम अध्यायस्य द्वितीय पादे पञ्चविंशतिसूत्रं, जलाञ्च चषि अस्ति अष्टमध्यायस्य चतुर्थपादे त्रिपञ्चाशत् सूत्रं, द्वे त्रिपादीसूत्रम् अस्ति, धी च परसूत्रात् इति तस्य कार्यं भवति. कथं अस्ति जलां दिशति किम् अत्र दत्तमस्ति रोटि दीच पूर्वसूत्रमस्ति तस्य वयम् इति वदामः पूर्वत्र सिद्धमिति पूर्वसूत्रं कार्यं भवति जलां दर्शि तस्य अपवादं यदि अपवादम् यद्यपि अपवादः इति किमर्थम् उक्तवान् चेत् यदि दीच अत्र कार्यं करोति चेत् निरवकाशं भवति खलु भगिनि इति कृत्वा यत्र केवलं यत्र अस्माकं बलाबलचिन्तनं यदस्ति पूर्वपर नित्य अन्तरङ्ग इति सर्वं वदामः खलु तत् सर्वं तु सपादसप्ताध्याय्यामेव वर्तते यत्र त्रिपादी अस्ति तत्र तु पूर्वत्र सिद्धम् इति एकमेव शास्त्रं वर्तते तत्र असिद्धत्वम् इति असिद्धम् असिद्धशास्त्रम् इति असिद्धत्वम् इति किन्तु अपवादस्य कृते तु त्रिपाद्यामपि अपवादः इति विषयः अस्तु अस्तु जलाञ्चषि इति कार्यं भवति दीच निर्विकाश भवति अतः अपवादः अस्ति इति सत्यमेव भगिनी यत् उक्तवती शास्त्रसिद्धमेव इति कृत्वा वयं बीच कारयामः किन्तु यद्यपि शास्त्रसिद्धमस्ति अपवादत्वमपि वर्तते खलु इति कृत्वा अपवादत्वे धन्यवादः भगिनी यत् च इत्यस्य यत् पृष्टवती तस्य तु किञ्चन नाम वर्तते संस्कृतभाषायां च इत्यस्य केवलं किम् अस्ति अग्रिमपूर्वत्र सूत्रात् अत्रापि अनुवृत्तिः तस्मात् आगच्छति राष्ट्रस्य सस्य इति तत् किं वदामः केवलम् अडिशन् इति कृत्वा चिन्तनमस्ति खलु तादृश तस्य कृते भगिनि राष्ट्रस्य सूत्रेण अपि सकारस्य लोपः भवति इदानीं दीच इति यदि धी परे अस्ति तत्र अपि सकारस्य लोपः भवति अहं चिन्तयामि इति भवति आमां तदेव विषयः किन्तु तस्य तु संस्कृतेन वदामः चेत् महोदय किमपि अन्यत् वदति किमस्ति अहं वदामि भगिनि वर्गात् समापनात् पूर्वमेव वदामि अस्तु अग्रे पठामि वा अग्रे पठतु भगिनी पठितवती किं भगिनी प्रायः सरला भगिनी लङि सकारान्त धातूनां तिपि सिपि च कार्यं तिपि अन्यस्ते अष्टमस्य द्वितीयपादे सप्ततिसूत्रम् इत्यनेन लङ् लकारस्य तिपि परे सकारान्तपदस्य सकारस्य दकारादेशो भवति उदाहरणम् अहिनस् योगत् हल्याङ्गाभ्यो दीर्घात् श्रुतिस्य प्रक्तं हल् इति सूत्रेण तकारस्य लोपः भवति अहिनस् इति पदं तिप्पि अन्यस्ते इत्यनेन पदान्ते सकारस्य दकारादेशो दकारादेशः तदा विकल्पेन चत्वम् अहिनत् तदनन्तरं वावसाने इति सूत्रेण अहिनत् भवति यदि लङ्लकारे प्रथमपुरुषे एकवचने मध्यमपुरुषे एकवचने प्रक्रिया किम् अस्ति तस्य उदाहरणम् अत्र अस्ति तिप्य अनस्ते इति सूत्रेण लङ्लकारे यदि लकारस्य लोपः भवति हल्याङ्गीर्घातस्य प्रकृति हल् इति सूत्रेण धातोः पदसंज्ञा प्राप्नोति तद् पदसंज्ञा प्राप्नोति अतः तत्र अत्र तिप्येन अस्ति इति प्रसक्तिः भवति कारणं तिप्येन अस्ति पदे पदम् इति निमित्तम् अस्ति पदं निमित्तं भूत्वा तद् तिप्येन अस्ति सकार पूर्वं यत् सकार अस्ति तस्य लोपः भवति तस्य तत्र दकार आदेशः आगच्छति सो सकारस्य दकार आदेशः भूत्वा अहिनद् इति वयं प्राप्नुमः अहिनद् तत्र वावसाने इति सूत्रेण दकारस्य प्रथम वर्णः आगच्छति सो अहिनत् इति द्वे रूपे आगच्छति. तिपि अनस्ते इति सूत्रं वदति पदान्तस्य सकारस्य दकारादेशो भवति तिपि पदे, परन्तु अस् धातौ न भवति. इदं सूत्रं ससजुषोरुः अष्टमदास्य द्वितीयपादे षष्ठीसूत्रम् इत्यस्य अपवादः न अस्ति अनस्ति. अस्य अनस्ति तिपि सप्तम्यन्तम् अनस्ति षष्ठम्यन्तं द्विपदं सूत्रं ससजुषोरुः इत्यस्मात् सः इत्यस्य अनुवृत्ति वसु सिन्धसुद्वन्स्वन्न हां दः इत्यस्मात् दः इत्यस्य अनुवृत्ति पदस्य इत्यस्य अधिकार अनुवृत्ति सूत्रं पदस्य सः दः इति अनस्ति. इति अनस्ति सूत्रं यदि सकारस्य परि तिपि अस्ति तत् सकारस्य स्थाने नकारादेशो भवति, किन्तु अस् धातो यदि अस्ति तत्र यः सूत्रं कार्यं न करोति अस् धातो कृते इति वदति. पद निमित्तं पदमस्ति इति आवश्यकं. सिपि धातु रूर्वा इत्यनेन लङ्लकारस्य सिपि पदे सकारान्तपदस्य सकारस्थाने विकल्पेन सकारादेशत्वं वा भवति. यदि मध्यमपुरुषे एकवचने सकारपरे अस्ति तद् सिपि परे तत्र सकारस्य स्थाने ऋत्वं भवति. ऋत्वम् इति ससजुषुरु इति सूत्रेण भवति. अन्यपक्षे दकार आदेशः भवति. अहिनस् योगस्य स लोप अहिनस् सिपि धातोरु वा इत्यनेन विकल्पेन रु आदेश अहिनत् अहिनरु अहिनरु चेत् उ इत्यस्य संज्ञालोपस्य खरवसानयो विसर्जनीयः इत्यनेन अवसाने रेफस्य विसर्गादेश अहिनः आहत्य अहिनद् अहिनत् अहिन इति भवति. अस्माकं अङ्गमस्ति हिनस् तस्य लङ् लकारे अडागम अहिनस् योगस्य सकारस्य लोप भवति हल्याङ्गातसूतिस्य प्रत्यहल् इति सूत्रेण. इदानीम् अहिनस् इति भवति पदं तद् पदसंज्ञा सिपि धातोरुर्वा इति प्रत्यलोपे प्रत्यलक्षणम् इति कारणेन अहिनस् इति सकारपरे पश्यति. अत्र सकारस्य लोपं भवति न लोपं भवति सकारस्य स्थाने दकार आदेश भवति सिप्पि धातुरुर्वा इति सूत्रेण. एकपक्षे अन्यपक्षे रु आदेश भवति. सो अहिनद् एकपक्षे दकार आदेश अस्ति अन्यपक्षे रु आदेश भवति. यत्र रु अस्ति तत्र उकारस्य किमस्ति उपदेशे अर्जुनानुसिकसूत्रेण तस्य संज्ञा भूत्वा तस्य लोपः भवति. तदनन्तरं खरवसानयविसर्जनीयसूत्रेण रेफस्य स्थाने विसर्ग आगच्छति. तो अहिनः इति भवति यत्र द अस्ति अहिनत् तत्र वावसाने इति सूत्रेण अहिनत् त्रीणि रूपाणि आगच्छति इति सूत्रेण. सिपि धातोरु वा इति सूत्रं वदति पदान्तस्य सकारस्य रु आदेशो भवति दकारो वा सिपि पदे. अत्र वा इति समुच्चार्थे येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः अलोन्त्यस्य इत्यनेन अन्तिमवर्ण आदेश धातोः उक्तं परसूत्राम् अर्थपूर्तिकृते प्रकृतसूत्रे आवश्यकता नास्ति. सिपि सप्तम्यन्तं धातो षष्ठ्यमन्तं रुः प्रथमान्तं वा अव्यव्यापदम् अनेकपदमिदं सूत्रं ससजुषोरुः इत्यस्मात् सः इत्यस्य अनुवृत्ति वसुन् ससुध्वन् स्वान् हूं हां दः इत्यस्मात् द इत्यस्य अनुवृत्ति पदस्य इत्यस्य अधिकारः अनुवृत्तिसूत्रं सः धातो पदस्य रुः द वा सिपि यदि सिपि परे अस्ति पदस्य वदतु भगिनि मम एकम् भगिनी पूरयतु अनन्तरं यदि वदति पदान्तस्य सकारस्य स्थाने रु आदेशो भवति वा दकार आदेशो भवति सिपि परे अनुवृत्ति सत्सूत्रम् इति वदति सो रुः वा द इति त्रीणि रूपाणि तथा आगच्छति तत्र धन्यवादः अत्र यथा वयं वा इति समुच्चयार्थे इति वदामः तथा एव पूर्वतने सूत्रे धीच इति सूत्रे अपि च इति समुच्चयार्थे केवलम् अत्रापि सस्यलोपः भवति इति वक्तुम् अपि इति अर्थे लक्ष्मी भगिनी निवारः किं संशयः भगिनि समुच्चयार्थे शब्दमहं विस्मृतवती समुच्चयार्थे इत्युक्ते किं तदपि अपि इति अर्थे addition, you know, it adds on to the whatever is being said, right? It's a collection or, you know, adding on. Tadrishatha, I think. Okay. Agri patati kim bagi? Prachine hi uchyate yat vasu samsud dhvam swana tuham daha. Na janami. Ashtamadhyayasya dvitiya padasya. द्विसप्ततितमं सूत्रमस्ति इत्यस्मात् दः इत्यस्य अनुवृत्त्या दकारस्य पक्षः सिद्ध्यति साक्षात् अनेन एव सिति धातोरुर्वा इति सूत्रेण नवीनैः उच्यते यत् अस्य आवश्यकता नास्ति यतोहि रु अपक्षे सकारस्य स्थाने दकारादेशः झलां दृश्यन्ते इत्यनेन परन्तु आद्यत् भगिनि वदतु वदतु भगिनि केवलं पठामि भगिनि तत्र मम क्लेशः वर्तते भगिनि अत्र अहं न मम अङ्गीकरोमि इति वक्तुम् इष्टवती भगिनि पूर्णतया पठतु अनन्तरम् अहं वदामि परन्तु अद्यत्वे आधिक्येन वैयाकरणाः वदन्ति यत् ससजुषोरुः अष्टमाध्यायस्य द्वितीयपादस्य षष्टिषष्टितमं सूत्रं झलां जशोन्ते अष्टमाध्यायस्य द्वितीयपादस्य अत्र नवत्रिंशत्तमं सूत्रम् इत्यनयोर्मध्ये ससजुषोरुः इत्यस्य अपवादभूतत्वात् झलां जशोन्ते इत्यस्य पुनः नितराम् अवकाशः नास्ति इत्थं च सिपि धातोरुर्वा इत्यनेन एव रुश्चदश्च क्रियते सिपि धातोरुर्वा इत्यनेन पूर्वत अनुवृत्तिः अपि आयाति दः इति अनुवृत्तिः भूत्वा सिपि धातु ऊर्वा इति सूत्रेण एव दकारः सिद्ध्यते साधयामः न तु जलां जशोन्ति इत्यनेन किमर्थम् अहं न अङ्गीकरोमि इत्युक्ते भगिनि तत्र तु यत्र नवीनानां मतं किमर्थं न अङ्गीकरोमि इत्युक्ते यत् अस्माकम् एकं बलाबलचिन्तने अन्तिमभागे वयम् एकं सूत्रं पठितवन्तः एक परिभाषा पठितवन्तः सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितम् इव इत्युक्ते एकवारं वयं बाधितं भवति चेत् एकं सूत्रं पुनः तद् सूत्रं तस्मिन्नेव सन्दर्भे वयं न आनयामः इति इत्युक्ते अत्र ससर्षु जलां दशोन्ते प्रबाद्य ससर्षु रुः आयाति तदपि प्रबाद्य सिपिदतोरुर्वा इति आगच्छति तर्हि पुनः कथं वा जलां दशोन्ते इति सूत्रस्य कार्यं भवितुम् अर्हति इति कृत्वा एव अनेन परिभाषया एव महोदय अत्र उक्तवान् अद्यत्वे आधिक्येन वैयाकरणः वदन्ति यत् ससशुरुः जलां दशोन्ति इत्यनयोर्मध्ये ससुरुः इत्यस्य अपवादभूतत्वात् जलां दशोन्ति इत्यस्य पुनः नितराम् अवकाशः नास्ति इति किमर्थम् इत्युक्ते अनेनैव परिभाषया सकृत्कृतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव इति एका परिभाषा अस्ति एकवारं बाधितम् एकं सूत्रं बाधितं भवति चेत् तस्य पुनरागमनं न आयाति नास्ति इति न भवति इति धन्यवादः धन्यवादः. आम् अग्रिमपङ्क्तिः अति महोदय एतावत्पर्यन्तमेव गते मङ्गलवासरे पाठितवान् खलु लट्लकारस्वरूपाणि कृतवन्तः. ओ अपि इदानीम् एतत् सर्वं पठितवन्तः तत् पूरा नास्ति महोदय इदानीं भासते. तर्हि वयं भगिनि शीघ्रम् अग्रे अग्रिमपङ्क्तिं पठित्वा वयं लट्लकारमपि साधयामः. अस्तु. नवीनानां दृष्टिः एवं सकारान्तपदमस्ति चेत् कीदृशं कार्यं स्यात् इति प्रश्नः. अस्मिन् प्रसङ्गे सर्वसामान्यं सूत्रं चलां जशोन्ते अष्टमाध्यायस्य द्वितीयपादस्य नवत्रिंशत्तमं सूत्रं. सकारः झलि अस्ति. अनेन सूत्रेण पदान्ते सकारस्य जत्वम् इत्युक्ते नाम वर्गीयव्यञ्जनस्य तृतीयसदस्यः स्थानान्तरतमः इति सूत्रेण इत्यनेन दन्त्यसकारस्य स्थाने दन्त्यतवर्गस्य तृतीयसदस्यः दकारः भवति. अतः सर्वसामान्यसिद्धान्तः पदान्ते सकारस्य स्थाने दकारादेशः, परन्तु ससजुषोरुः तस्य अपवादः. अनेन पदान्ते स्थितस्य सकारस्य स्थाने रु आदेशः भवति. पुनः तिप्रत्यये परे तिप्यनस्तेः तस्य अपवादः. अनेन तिपि परे पदान्तस्य सकारस्य दकारादेशो भवति. एवमेव सिप्रत्यये परे सिपि धातोरुर्वा ससजुषोरुः इत्यस्य अपवादः. अनेन सिपि परे पदान्तस्य सकारस्य विकल्पेन रु आदेशः भवति. तस्य अभावे सर्वसामान्यस्थितिः जलां दिशन्ते इत्यनेन स्वस्थाने दकारः. अवगच्छति खलु. पुनः तद् वयं चर्चितवन्तः, किन्तु एतत्तु पूर्वं तु बलाबलचिन्तनविषये वयं दृष्टवन्तः. सकृद्गतौ विप्रतिषेते यत् बाधितं तद् बाधितमेव इति मम मनसि कुत्रचित् तत्तु अभवत् इति कृत्वा नवीनानां दृष्टिः मम मनसि न सङ्गच्छति एव इति कृत्वा अहं तत् न पश्यामि एव. अवगच्छति इति किं भगिनि? अत्र भवती स्पष्टीकृतवान् किं जलान् दर्शयन्ति कार्यं. आम् आम् कार्यं न करोति. अग्रे लट्लकाररूपं साधयामः किम् अत्र करोति वा भगिनि सरला भगिनि? अस्माकं धातु अस्ति हिसि. हिसि धातु लट् लकारविवक्षा अस्ति. सो हिसि योगति भवति इजितोनुं धातु इदानीम् आगत्य हिंस् भवति. तदनन्तरं हिंस् योगति कर्तरि शप् इति भूत्वा तद् प्रभाद्य दादिभ्यश्नं आगच्छति. हिन्नन्स् योगति भवति. तदनन्तरं स्नानलोप अस्माकं अङ्गं भवति हिन्नस्. हिन्नस् योगति कोऽपि कार्यं न भवति. तत्र वर्णमेलं हिनस्ति इति भवति. हिनस् योगतः अत्र श्नस्तोरलोप इति सूत्रेण नकार नस्य अकारलोप भवति. तदनन्तरं नश्चापदांस झलि हिन्स् योगतः भवति. इदानीं सकार यै प्रत्याहारे नागच्छति तत्र अनुस्वारस्य यै प्रस्थाने तस्य कार्यं न भवति. सो हिन्स् तः इति भवति. तथैव हिन्नस् योग अन्ति हिंस् योग अन्ति हिंसन्ति इति भवति. हिन्नस् योगसि तत्र अपि केवलं वर्णमेलं भवति. हिन्नस्सि इति भवति. एव पूर्व यथा तकार इति एवमेव अत्र हिंस्थः इति भवति. हिन्नस्मि केवलं मननमेलं. द्वः यत्र अस्ति अत्र अपि केवलं श्नास्तरलोप अपि नष्टापदान्तसज्जलि इति सूत्रेण हिंस्वः हिंस्मः इति भवति. धन्यवादः भगिनि. प्रथमं भगिनि तर्हि अभवत् खलु संशयः अस्ति किल पुनः समयः अपि अतीतः विरमामः खलु. सर्वे तु श्रान्तः भवन्तः. अस्तु भगिनि तर्हि सम्यक्. धन्यवादः भगिनि. धन्यवादः. शुभरात्रिः. शुभरात्रिः. नमस्कारः. शुभरात्रिः. धन्यवादः.